तर्हि विषयः अस्ति विसर्गसन्धिः. तत्र गतसप्ताहे अस्माभिः नूतनमार्गः अस्मिन् विषये आरब्धः. अत्र च सरलरीत्या उक्तः प्रथमे सोपाने तत् पदगतसंस्काररीत्या उक्तमासीत्. नाम पदं निर्मितमासीत्, तत्र वाक्ये स्थापितं जातम्. इदानीं द्वितीयं सोपानम् अवलोक्य अस्माभिः ज्ञातं यत् संस्कारपक्षद्वयम् अस्ति, पदगतसंस्कारपक्षः पुनः वाक्यगतसंस्कारपक्षः. वैयाकरणानां मार्गः अस्ति वाक्यगतसंस्कारपक्षः. सर्वं संस्थाप्य वाक्यस्तरे एव द्रष्टव्यमस्ति. अनेन अस्माकं मार्गः वस्तुतः सुदृढः भवति. अतः पुनः किञ्चित् पश्येम अत्र. नाम प्रथमे सोपाने जानीमः विसर्जनीयस्य सः खरि इति सामान्यनियमः अस्ति. रामस्तिष्ठति. इदानीं किञ्चित् इतोपि गभीररीत्या द्रष्टव्यमस्ति. तत्र सम्प्रति इत्यस्मात् आरभ्य पश्येम. तत्र प्रथमे सोपाने सम्प्रति इत्यस्मात् तत्र लक्ष्मीभगिनी पठति वा? अमूल्, सम्प्रति शास्त्रीयरीत्या विसर्गसन्धेः साधनमार्गम् अवलोकयाम. समग्रतया पश्यामश्चेत् शास्त्रपथि पक्षद्वयं वर्तते, द्वयमपि साधु. पदगतसंस्कारपक्षः, वाक्यगतसंस्कारपक्षश्च. पदगतसंस्कारपक्षे प्रत्येकं पदं पृथक्तया साध्यते, अनन्तरमेव सिद्धपदानि वाक्ये स्थाप्यन्ते. यथा रामयोगः सु रामः, पृथक्तया त्यज् योगः तिप् त्यजति, अनन्तरमेव रामः त्यजति इति वाक्यस्तरे स्थाप्यते. किन्तु वाक्यगतसंस्कारपक्षे यावन्तः प्रकृतयः च प्रत्ययाः च सन्ति, ते सर्वे वाक्यस्तरे एव उपस्थाप्यन्ते. यथा रामयोगः सुयोगः त्यज् योगः तिप्, तदा वाक्ये एव सर्वं पदनिर्माणकार्यं भवति. कुत्रचित् पक्षद्वये अपि फलं समानं, कुत्रचित् फलं समानं नास्ति. वैयाकरणाः वाक्यगतसंस्कारपक्षं मनसि निधाय कार्यं कुर्वन्ति, अतः अत्र तथैव कुर्मः. किमुक्तम् अत्र? अत्र वाक्यगतसंस्कारपक्षः, पदगतसंस्कारपक्षः इति मार्गद्वयम् अस्ति. सामान्यतया वैयाकरणाः वाक्यगतसंस्कारपक्षं पालयन्ति. यदि पदगतसंस्कारपक्षं नयामश्चेत् रामयोगः सुप्रत्ययं योजयामश्चेत् तत्र रामः इति सुबन्तपदम् आगच्छति. यदि त्यज् धातुरूपं स्वीकृत्य तिप्रत्ययं योजयामश्चेत् त्यजति इति तिङन्तपदम् आगच्छति. अनन्तरं द्वे पदे अपि योजयामश्चेत् वाक्यस्तरे एकं वाक्यम् आगच्छति. यदि वाक्यगतसंस्कारपक्षं नयामश्चेत् तत्र सर्वे प्रत्ययाः अपि च सर्वाः प्रकृतयः सर्वे अपि एककाले एव उपस्थाप्य तत्र स्थाप्य कार्यं कुर्वन्ति. तथा वाक्यगतसंस्कारपक्षे एकस्मिन् एव समये सर्वाणि प्रत्ययाः प्रकृतयः च सर्वे अपि उपस्थाप्य कार्यं कुर्वन्ति, तथा वैयाकरणाः वाक्यगतसंस्कारपक्षं मनसि निधाय कार्यं कुर्वन्ति। बहु समीचीनमस्ति भगिनि। हा, कुत्रचित् मार्गद्वयस्य फलं भिन्नं भवति, कुत्रचित् समानं भवति। गते सप्ताहे अस्माभिः दृष्टं द्वितीयसोपाने, तत्र फलं भिन्नम् आसीत्। अत्र पश्येम किम् अस्ति इति। अग्रे जगन्नाथमहोदय अग्रे। रामः योगः क्षम्यतां रामयोग सुयोगस्था योग तिप् रामस्तिष्ठति ससजुषोरुः इत्यनेन पदान्तसकारस्य स्थाने रु आदेशः रमर् तिष्ठति रामर् तिष्ठति खरवसानयोर्विसर्जनीयः इत्यनेन पदान्तरेफस्य स्थाने विसर्गादेशखरीपरे रामः तिष्ठति विसर्जनीयस्य सः इत्यनेन विसर्जनीयस्य सकारादेशः खरीपरे रामस्तिष्ठति इति अन्तिमपरिणामः। अत्र एतत् तु वाक्यगत पक्षे रामः योगः सुचितियोगः चितियोगः तिप् ससजुषोरुः भूत्वा करु इति आगत्य खरवसानयोर्विसर्जनीयः इति उपयुज्य रामः चिन्तयति इति विसर्जनीयस्य सः तत्र स्वस्य शब्दैः वदतु तर्हि ससजुषोरुः इति तत्र किं भवति? अत्र सु इति प्रत्ययस्थाने रुः इति रु आगच्छति। वस्तुतः एतत् सर्वं न प्रदर्शितमस्ति, किन्तु वस्तुतः तत्र उ सु इत्यस्मिन् उ इत्यस्य लोपः प्रथमतया। एतत् सर्वं प्रायः सम्यक्तया न जानीमः, किन्तु कुत्रचित् प्रदर्शितमासीत् उ इत्यस्य प्रथमतया इत् संज्ञा इति कश्चन संज्ञा भवति, काचन संज्ञा भवति, तत्र उकारस्य लोपः भवति। अनन्तरं रामस् तदानीं ससजुषोरुः इत्यस्य कार्यं भवति, यतोहि पदान्ते सकारः रामस्सु इति वदामश्चेत् तत्र पदान्ते सकारः इति न दृश्यते खलु, किन्तु रामस् तत्र पदमस्ति, सुप्तिङन्तं पदं, तत्र सु यस्य अन्ते सुप्रत्ययः अथवा तिङ्प्रत्ययः अस्ति तस्य नाम अस्ति पदम् इति व्याकरणे, पदं नाम तर्हि अत्र रामस् इति पदमस्ति इति कृत्वा अन्तिमसकारस्य स्थाने रु आदेशः इति नाम प्रदर्शनार्थं यत् सूत्रम् अवगच्छामि तादृशं वक्तव्यमस्ति। अनन्तरं खरवसानयोर्विसर्जनीय इत्यनेन किं भवति अत्र? तत्र सकारस्य स्थाने विसर्गः भवति, तर्हि रामः कस्य स्थाने अन्तिम सकारस्य ससजुषुरुः ससजुषुरुः इति किं कृतमासीत्? ओ अस्तु अस्तु क्षम्यतां, रेफस्य स्थाने विसर्गः आगच्छति। रु इति अस्मिन् पुनः उकारस्य इत्संज्ञालोपश्च अनन्तरं रेफः तिष्ठति रामर् रामर् इदानीं खर्वसानयोर्विसर्जनीयः इति किं भवति? रेफस्य स्थाने विसर्गः भवति रामः चिन्तयति इति। तत्र निमित्तं किम्? तत्र किमर्थं भवति अत्र स्थित् अत्र पश्यामः तत् वस्तुतः चिति इति धातुः योगः तिप् इति चिन्तयति इति रूपं भवति, तर्हि रामर् रामर् युगः चिन्तयति इति इत्यस्यां दशायां किमर्थं कर्वसानयोर्विसर्जने इति कार्यम् आगत्य कार्यं करोति? चिन्तयति इति शब्दस्य वाक्यगतस्तरे परे अस्ति, तत्र परकार्यं दृष्ट्वा रेफस्य स्थाने विसर्गः आदेशः करवसाने बहु सम्यक् अस्ति. इदानीं चिन्तयति इत्यस्मिन् कस्य महत्त्वं, नाम किमर्थं चिन्तयति अस्ति इति तादृशपदमस्ति इति कृत्वा रेफस्य स्थाने विसर्गः? खरीप खर्प पदं चकार आरभे अस्ति. बहु समीचीनमस्ति इति अस्ति. हा, तदेव वक्तव्यमस्ति, तदेव निमित्तमस्ति. चिन्तयति इत्यस्य प्रथमवर्णः चकारः, स च चकारः खर् प्रत्याहारे अस्ति इति कृत्वा खरवसानयोः विसर्जने, नाम तत्र खरवसानयोः इत्यस्य का विभक्तिः? योः षष्ठीविभक्तिः इति वा? तस्य स्थाने खर् इत्यस्य स्थाने वा? न, तस्य स्थाने यो तर्हि सप्तमी. किमर्थं सप्तमी? परकार्यं पूर्वकार्यं सत्यं पूर्वकार्यं क्षम्यतां पूर्वकार्यं. बहु समीचीनमस्ति. सप्तमीविभक्तिः खरवसानयोः, नाम खरि अथवा अवसाने सप्तमी पूर्वकार्यं, नाम पूर्वकार्यम् इति किं? तत्र पूर्वमस्ति रेफः, तत्र रेफस्य स्थाने कः? विसर्जनीयः इति प्रथमा विभक्ति इति कः इति कार्यमस्ति. विसर्जनीयः इति प्रथमा विभक्तिः यतोहि आदेशः. बहु सम्यक् अस्ति, बहु समीचीनमस्ति. तत्र रेफस्य इति तत्र अनुवृत्तिरीत्या स्वीकृतमस्ति अस्मिन् सूत्रे. तत्र अनुवृत्तिसहितसूत्रमिति पठतु अधोभागे. अनुवृत्तिसहितसूत्रं खर्वसानयोर्विसर्जनीयः रः पदस्य विसर्जनीयः खरवसानयोः संहितायां. तत्र रोरि इति एकं सूत्रमस्ति. रोरि इति इत्यस्मात् सूत्रात् रः इत्यस्य अनुवृत्तिः षष्ट्यन्तं पदमस्ति रोरि. तत्र अन्यत् सूत्रमस्ति, नाम तत्र रोः रि तत्र क्षम्यतां रोः इति रः रहरि इति अस्ति. रहरि अनन्तरं विसर्गसन्धिं कृत्वा रोरि इति भवति. तर्हि अत्र रहरि इति रः इति षष्ट्यन्तमस्ति. तत्र स्थाने इति अर्थः रः पदस्य, नाम यस्य पदस्य अन्ते रेफ अस्ति तस्य रेफस्य विसर्जनीय आदेशः भवति कदा? खरवसानयोः संहितायां. स्पष्टमस्ति खलु? आमां स्पष्टमस्ति. अस्तु, तर्हि विसर्गः भवति. इदानीम् अस्माकं विसर्गः आगतः अस्ति. रामः योगः चिन्तयति, ततः अग्रे किमस्ति? तत्र विसर्गः विसर्जनीयः सः तत्र रामः आदेश तस्मात् स्तोश्चुनाश्चुः इति विसर्जनीयस्य सः इति सूत्रं किं वदति? लिखितमस्ति व्याख्यानं किं विसर्जनीयस्य स्थाने? निमिष तत्र कुत्र अस्ति विसर्जनीयस्य सः विसर्जनीयस्य सः खरी संहिताया. हा हा हा, अस्तु, समीचीनमस्ति. अत्र तादृशी परिस्थितिः अस्ति वा? आम्, चिन्तयति इति अग्रिमे अग्रिमपदे अस्ति. आरम्भ आरम्भ वा पद आरम्भवर्णः प्रथमवर्णः पदस्य प्रथमवर्णः चकारः. आम् चकारः खरे अस्ति. पुनः विसर्ग स्तोश्चुनाश्चुः इति सूत्रेण विसर्जनीयस्य स्थाने शकार तालव्यशकार आदेशः. विसर्जनीयस्य स्थाने कस्य स्थाने इदानीं विसर्गस्य स्थाने विसर्गस्य विसर्गः आसीत् अनन्तरं विसर्जनीयस्य सः अतीनेन किं जातम्? ओ अस्तु अस्तु न विसर्ग स्तोः श्चुनाश्चुः इति विसर्जनीयस्य सः अतीनेन किं कार्यं जातम्? तस्य सकारादेश पुनः विसर्गस्य स्थाने सकारादेशः भवति रामस् चिन्तयति इति. रामस् चिन्तयति इदानीं स्तोश्चुनाश्चुः तस्मात् स्तोश्चुनाश्चुः इति तस्मात् रामश् चिन्तयति इति चकारस्य प्रभावेन चकारस्य तालव्यचकारस्य प्रभावेन दन्त्यसकारस्य स्थाने तालव्यशकारादेशः भवति रामश्चिन्तयति इति अस्ति. अस्माकम् उदाहरणद्वयमस्ति प्रथमसोपानस्य. अस्तु सम्यगस्ति. इदानीम् अग्रे राजेन्द्रमहोदय अन्म्यूट् कृत्वा वदतु. आम् महोदय. अन्म्यूट् वदतु अग्रे. अत्र अत्र पदगतसंस्कारपक्षे वाक्यगतसंस्कारपक्षे फलं समानम् यतोहि पदगतसंस्कारपक्षे अवसाने अपि खरवसानविसर्जनीयः इत्यनेन विसर्ग आदेशः. वाक्यगतसंस्कारपक्षे अपि खरि परे खरवसानविसर्जनीयः इत्यनेन विसर्ग आदेशः. किन्तु अग्रे अपरेषु स्थलेषु द्रक्ष्यामः तथा समानफलं नास्ति. अतः यथा जगन्नाथमहोदयः इदानीमपि प्रतिपादितवान् अत्र किम् आसीत् पूर्वं तु वाक्यगतसंस्कारपक्षे तत्र समानः एवं फलम् आसीत् यथा सर्वाणि प्रक्रियाः प्रत्ययः एकवारं स्थाप्य तत् सन्धिं कृत्वा तत् तथैव फलम् आसीत् रामस्तिष्ठति. परन्तु इदानीं तु पदगतसंस्कारपक्षे अपि तत्र तथैव रामश्चिन्तयति समानफलम् आगच्छति. यथा तत्र प्रक्रिया किञ्चित् भिन्नम् आसीत् परन्तु फलं तु समानमेव एव. कस्य तुलना अत्र कयोः तुलना क्रियते भवता अत्र? रामः चिन्तयति अपि च रामः तिष्ठति इति वा? न अत्र तु पदगत रामस्तिष्ठति रामः चिन्तयति तत् समान न प्रथमतया रामस्तिष्ठति इति अत्र रामस्तिष्ठति इति पदगतसंस्कारः इति चेत् कथमस्ति वाक्यगतसंस्कारः इति चिन्तयति इति त्यजतु. अत्र केवलम् एकम् उदाहरणम् एकस्मिन् समये स्वीकर्तव्यमस्ति खलु. रामस्तिष्ठति पदगतसंस्कारः अस्ति चेत् किं वाक्यगतसंस्कारः अस्ति चेत् किं फलं तु समानमेव आगच्छतु. अस्तु अत्र रामयो यथा पदगत संस्कारः यथा भवति तत्र रामयोगसु अथवा रामस् एकनिमिषं महोदय रामयोगसु अत्र ऋः तत् रामयोगसु पदगतसंस्कार समये तत्र खर्वसान् विसर्जनीयः तत् कारणात् तत्र विसर्गः आगच्छति. उकारः तु संज्ञा भवति तत् सकारस्य स्थाने. रामः तत् अनन्तरं सु अस्ति खर्व प्रत्याहारे कोऽपि वर्णः अस्ति तत् कारणात् तत् रामः विसर्गः आगच्छति. तद् अनन्तरं इदानीं पदगतसंस्कारपक्षे वदति वा? आम् आं महोदय. न, भवान् न अवगच्छति स्पष्टम्. अत्र भ्रमः जातः इति भाति. तथा नास्ति किमपि. अत्र विद्याभगिनी स्पष्टतया मन्दं मन्दं स्पष्टतया वदतु कृपया. अस्तु. यदि प्रथमं वयं पदगतसंस्कारपक्षं स्वीकुर्मः तत्र वयं पृथक्तया रामः इति पदं निर्मामः. अनन्तरं पृथक्तया चिन्तयति इति तिङन्तपदमपि निर्मामः. तिष्ठति क्षम्यतां, तिष्ठति इति पदं निर्मामः. अत्र यदि प्रथमं रामः इति पदं निर्मामः चेत् तत्र राम इति प्रातिपदिकं स्वीकृत्य तत्र प्रथमाविभक्तौ सु इति सुबन्त प्रत्ययः स्वीकृत्य राम योग क्षम्यतां महोदय, सुबन्तप्रत्ययः न सुप्रत्ययः. सुप्रत्ययः पदं सुबन्तम्. सुप्रत्ययः स्वीकृत्य रामयोगः सु इति अस्ति. तत्र सु इत्यस्मिन् उकारस्य इत्संज्ञा, अनन्तरं तस्य लोपः इत्यनेन तद् लोपः भवति. इदानीं रामयोगः स रामस् इति इदानीं पदमस्ति. सुप्तिङन्तं पदम् इत्यनेन पदमस्ति. अत्र रामस् अत्र अन्ते सकारः अस्ति इति कृत्वा तत्र ससजुषोरुः इति सूत्रस्य प्रसक्तिः. तेन सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति. इदानीं रामरु इति अस्ति. तत्र रामरु इत्यस्मिन् रेपस्य अनन्तरम् उकारः, पुनः उकारस्य इत्संज्ञा, अनन्तरं तस्य लोपः भवति. इदानीं रामर्. अत्र रामर् तत्र रामर् इति पदस्य अन्ते रेपः अस्ति इति कृत्वा तत्र करवसानयोर्विसर्जनीयः इति सूत्रेण अवसानावस्थायां रेपस्य स्थाने विसर्गादेशः भवति इति कृत्वा रामः इति पदं जातम्. राजेन्द्रमहोदय अवगच्छति वा? अत्र खर् इति नास्ति पदसंस्कारे. तत्र महत्त्वम् अस्ति अत्र. तदेव मूलबिन्दुः अस्ति. अत्र खर् किमपि नास्ति. अत्र अवसानम् इति एव अस्ति. पृथक्तया पदं निर्मामः चेत् अस्तु. तर्हि रामः इति खर्वसानयोर्विसर्जनी इत्यनेन भवति, किन्तु निमित्तं किम्? अवसानं, न तु खर्. बुद्धम्? अस्तु. वाक्यगतसंस्कारे वदतु. वाक्यगतसंस्कारे किम् अस्ति? तत्र राम योग सुप्रत्ययः योग स्था योग इति सर्वे तत्रैव स्थाप्य तत्र प्रथमं तु रामयोगसु तत्र उकारस्य इत्संज्ञा भूत्वा तत्र ससुरुः तत्र राम योगस्था योग ते इदानीं ससुरुः तत्र अपि सकारस्य स्थाने रु आदेशः भवति. अत्र अपि तत्र उकारस्य इत्संज्ञा भूत्वा तत्र रामर् योगस्था योग ते भवति. अत्र इदानीं तिष्ठति स्थाप इति निर्मामः तिष्ठति रामर् योगः तिष्ठति तिष्ठति. अत्र तु रकारस्य अनन्तरं खर् प्रत्याहारे कोऽपि अन्यतमः वर्णः आगच्छति. तकारः अस्ति. तत् कारणात् तत्र विसर्जनीय आदेशः भवति. रेफस्य स्थाने विसर्जनीय विसर्ग आदेशः भवति. तत्र रामः तिष्ठति. इदानीं विसर्जनीयस्य स्तः तर्हि एतावता मार्गः भिन्नः आसीत् खलु? एतावता नाम पदगतसंस्कारे वाक्यगतसंस्कारे तत्र मार्गः भिन्नः आसीत्, किन्तु इदानीम् एतावता इदानीं वाक्यस्य स्तरे रामः तिष्ठति इति उभयत्र तादृशी स्थितिः आगता, रामः तिष्ठति उभयत्र, पदगतसंस्कारपक्षे वाक्यगतसंस्कारपक्षे अपि रामः तिष्ठति. इदानीं हा वदतु अग्रे. इदानीं विसर्जनीयस्य सह तत् विसर्गस्य स्थाने सकार आदेशः भवति, तथा रामस्तिष्ठति निष्पन्नं भवति. तत्र निमित्तं किम्? अत्र अत्र तु अत्र तु विसर्जनस्य खरि परे अस्ति, तत्र खर् प्रत्याहारे अन्यतमः वर्णः अस्ति, तकारः तत्र अनन्तरम् अस्ति, तत् कारणात् तत् सकारस्य आदेशः भवति विसर्गस्य स्थाने. हा बहु समीचीनमस्ति. तर्हि आहत्य किमस्ति, यत् यतोहि तिष्ठति इत्यस्य प्रथमवर्णः तकारः, स च तकारः खर् प्रत्याहारे अस्ति, अतः वाक्यगतसंस्कारे अपि खर्वसनयोर्विसर्जनीयः इत्यस्य प्रसक्तिः प्राप्तिः अस्ति. अपि च पदगतसंस्कारे यदा किमपि अग्रे किमपि नास्ति, तत्र अवसानावस्थायामपि विसर्गः भवति, अतः उभयत्र मार्गः तत्र फलं समानमस्ति, यद्यपि मार्गः भिन्नः इति अस्माभिः दृष्टमस्ति. हा स्पष्टमस्ति इति भाति. अत्र सर्वेषां मनसि ससजुषुरुः इति किं कार्यं भवति, यदा पदसंज्ञा अस्ति तदानीं पदान्ते यः सकारः तस्य रु आदेशः भवति. अस्तु समीचीनमस्ति. अत्र यदि विसर्गस्य अनन्तरं खर्वर्णः नास्ति चेत् वाक्यपदगतसंस्कारे अपि फलं भिन्नम् अस्ति वा? कः वदति? अत्र रामः तिष्ठति. न, भवान् कः? मम नाम मेहुलः. ओ अस्तु अस्तु, बहु समीचीनमस्ति महोदय. हा पुनः वदतु प्रश्नः. प्रश्नं पुनः. विसर्गात् अनन्तरं यदि खर्वर्णः नास्ति चेत् भिन्नं फलम् अस्ति वा? हा तत्र प्रथमं सोपानमेव नास्ति तर्हि, खलु? प्रथमं, हा प्रथमं सोपानम् इति चर्चा प्रवर्तमाना अस्ति. प्रथमं सोपानं यत्र तत्र प्रथमं पाठसूत्रं पश्येम, विसर्जनीयस्य सः खरि, यदा अग्रे खर् वर्णः अस्ति तदानीं पदगतसंस्कारपक्षे अपि वाक्यगतसंस्कारपक्षे फलं समानमस्ति, यतोहि तत्र अवसानावस्थायामपि खर् फले अस्ति चेत् कार्यं समानमस्ति इति. नाम भवतः प्रश्नः उचितः अस्ति, किन्तु इदानीम् अत्र कुत्र प्रथमे सोपाने कार्यम् उभयत्र समानमस्ति इति स्पष्टं स्यात्. तस्य अर्थः अस्ति यदि सर्वत्र प्रथमसोपाने सर्वत्र प्रथमसोपाने द्वितीय द्वये मार्गे अपि समानफलम् अस्ति. हा नाम तत्र अग्रे खर् वर्णः यत्र अस्ति इत्युक्ते प्रथमे सोपाने खर् वर्णः अग्रे अस्ति चेत् फलं तु समानं भविष्यति. किमर्थं? यतोहि खर्वसानयोर्विसर्जनीयः इति सूत्रे खरि अपि उक्तमस्ति, अवसाने अपि उक्तमस्ति. स्पष्टं खलु? धन्यवादः. हा तथा अपरेषु सोपानेषु तत्र तथा सर्वत्र नास्ति, द्वितीयसोपाने तथा नास्ति. अस्तु, बहु समीचीनमस्ति. अस्तु, इति प्रथमम् इति उक्तमस्ति. इदानीं प्रथमे सोपाने तत्र एकवारं यदा विसर्जनीयस्य सः इति भवति, रामस्तिष्ठति, तत्र पुनः ससजुषुरुः इति कार्यं किमर्थं न भवति इति अजयमहोदय भवति वा? नाम इदानीं रामस् योगः तिष्ठति इति जातमस्ति विसर्जनीयस्य सः. नाम ससजुषुरुः खरवसनयोर्विसर्जनीयः विसर्जनीयस्य सः इति सूत्रत्रयस्य कार्यानन्तरं रामस् योगः तिष्ठति, तत्र रामस्तिष्ठति इति एव फलम् इष्यते अस्माभिः, किन्तु तत्र पदान्ते सकारः अस्ति, पुनः सस जुषो रुहति न ऋत्वं किमर्थं न स्यात् इति अजय महोदय वदति वा? किमर्थमस्ति चेत् करवसानयोर्विसर्जनीयः रामस् दृष्ट्वा कार्यं करोति, ससजुषोरुः न खारुवर्षाणयोर्विसर्जनीय तदानीं यदा रु अस्ति, इदानीं रामस् योगः तिष्ठति इति अधोभागे इदानीं प्रदर्शितमस्ति, प्रश्नः आगच्छति खलु, गतसप्ताहे अस्माभिः चर्चा जाता कृता, तत्र विसर्जनीयस्य सः इत्यनेन विसर्जनीयस्य सकारादेशः खरिपरे इति कृत्वा रामस्य योगः तिष्ठति, इदानीं कार्यं समाप्तमस्ति, रामस्तिष्ठति इति अस्ति, किन्तु तत्र ससजुषरुः इत्यस्य अपि कार्यं किमर्थं न स्यात् इति प्रश्ने सति अखिल भगिनी वदति वा? भगिनी अस्ति, अस्तु तर्हि सरला भगिनी वदतु कृपया. यदा रामस्तिष्ठति अस्ति तत्र विसर्जनीयस्य परसूत्रमस्ति त्रिपादी अध्यायाम् अष्टमध्यायस्य तृतीयपादे अस्ति ससजुषोरुः त्रिपादी अस्ति किन्तु पूर्वसूत्रमस्ति अष्टमध्यायस्य द्वितीयपादे ससजुषोरु परकार्यं न तिष्ठति तस्य राम तिष्ठति इति अस्ति रामस्तिष्ठति इति न पश्यति अत्र पूर्वता सिद्धं कार्यसिद्धम् अस्ति अतः ससजुषोरु इदानीं कार्यं न करोति. हा बहु समीचीनमस्ति भगिनि, तथैव हा गतसप्ताहे अपि चर्चा अस्मिन् विषये जाता. अजय महोदय अवगच्छति वा? त्रिपाद्याम् अस्ति सूत्रद्वयमपि, तत्र पूर्वसूत्रमस्ति ससजुषोरुः, प्रथमतया विसर्जनीयस्य सः तेन कार्यं सञ्जातम् एव, किन्तु ससजुषोरुः तत् सिद्धं कार्यं न पश्यति असिद्धं पुवत्र सिद्धमिति सूत्रेण इति कृत्वा तत्र रु इति र इति एव पश्यति, रामर् तिष्ठति न तु रामस्, अतः ससजुषुरुः चिन्तयति अस्तु मम कार्यमत्र नास्ति इति गतसप्ताहे चर्चा जाता. अस्तु अग्रे इदानीं शरीपरे, शरीपरे तत्र विकल्पे नास्ति, अत्र किमपि नूतनं आसीत् अत्र किमस्ति अत्र नूतनं किमपि नास्ति वस्तुतः, गतसप्ताहे अस्माभिः या चर्चा कृता तदनुसृत्य सर्वं समानमस्ति. रूपद्वयम् इति सुब्रह्मण्यं महोदय किञ्चित् स्मारयति वा किमर्थं रूपद्वयमस्ति? आं महोदय, अत्र उदाहरणरूपेण अत्र सर्पः सरति इति नयामः, अत्र वाक्यगतसंस्कारपक्षं नयामः चेत् अत्र सर्पयोगः सुयोगः सरति धातुः अस्ति अत्र, सृयोगः टिप् अत्र सरति भवति अत्र सर्पयोगः सु अत्र प्रथमं ससजुषो रुः इत्यने अत्र सु इत्यस्य उकारः अनुनासिक उकारः अतः उपदेशे अजनुनासिक इत् इत्यनेन तस्य इत्संज्ञा भवति, तस्य लोपः इत्यनेन लोपः भूत्वा सा एव अवशिष्यते, सर्पयोगः स इदानीं सर्पस् भवति, सकारः पदान्ते अस्ति अतः ससजुषो रुः इत्यनेन सर्पयोगः रु भवति, पुनः अत्र रु इत्यस्मिन् उकारः अनुनासिक उकारः, अतः उपदेशे जनुनासिक इत् तस्य लोपः इत्यनेन लोपः भूत्वा रेफः एव अवशिष्यते. सर्पयोगः रेफः योगः सरति. इदानीमत्र रेफानन्तरम् अत्र खर्वर्णः अस्ति सकारः तथा वाशरी इत्यनेन शरीपुरि तथैव तथैव रेपानन्तरम् अत्र खर्वर्णः अस्ति, अतः खर्वसानयोर्विसर्जनीयः इत्यनेन अत्र विसर्गः. सर्पः योगः सरति. इदानीं किं भवति इत्युक्ते खर्वसा इदानीं किं भवति इत्युक्ते अत्र विसर्जनीयस्य सह अपि च वाशरी द्वयोः प्रसक्तिः अस्ति. वाशरी इति अत्र अपवादत्वेन अपि च पूर्वसूत्रमस्ति भूत्वा अत्र वाशरी इत्यनेन विकल्पेन विसर्गस्य विसर्गः एव भवति शरीपरे. सकारः शर्वर्णः, अतः सर्पः सरति इति एकं रूपं भवति. यस्मिन् पक्षे विसर्गादेशः न भवति अत्र विसर्जनीयस्य सः इत्यस्य प्रसक्तिः अपि च कार्यं भूत्वा अत्र विसर्गस्य स्थाने सकारः, अतः सर्पस् योगः सरति. इदानीम् अत्र सर्पस् सरति इति भवति. आहत्य वाशरी भूत्वा सर्पः सरति, विसर्जनीयस्य सः इति भूत्वा सर्पस् सरति. सम्यक् सम्यक् अस्ति. नूतनं तदेव आसीत् गतिसता हि उक्तमपि, किन्तु अजय महोदय तत्र वाशरि इति सूत्रं पठतु कृपया. विसर्गस्य विकल्पेन विसर्गादेशो भवति शरीपरे. हा इति अस्ति, तर्हि नाम विसर्गस्य विकल्पेन विसर्गादेशः इत्युक्ते वाशरि कदा कार्यं करोति महोदय वदतु? विसर्गस्य विकल्पेन विसर्गादेशो भवति. तर्हि वाशरी इति कदा नाम कीदृशी परिस्थितिः अस्ति यत्र वाशरी दृष्ट्वा चिन्तयति ओ अस्तु अत्र मम कार्यमस्ति? तदैव तिष्ठति इति. पुनः विसर्गः तदैव तिष्ठति वाशरी इति. हा नाम नाम तत्र भवता यदुक्तं तत्तु तस्य सूत्रस्य फलं विसर्गः तिष्ठति इति फलं, किन्तु तत्र कीदृशी परिस्थितिः अपेक्षिता अस्ति येन येन वासरे इति आगच्छेत्? अत्र लिखितमस्ति भवता पठितं विसर्गस्य विकल्पेन विसर्गादेशो भवति शरीपदे. तर्हि अत्र फलं दत्तमस्ति, निमित्तमपि दत्तमस्ति. निमित्तं शरी अस्ति चेत् हा शर् शर् प्रत्याहारे कश्चन वर्णः परः भवेत्, अपि च पूर्वं किं स्यात्? पूर्वं विसर्गः अस्ति. हा हा हा तत्र मम प्रश्नः स एव अस्ति, नाम यत्र पूर्वं विसर्गः अनन्तरं शर् इति अस्मिन् प्रत्याहारे कश्चन वर्णः, तदानीं विकल्पेन विसर्गस्य स्थाने विसर्गः इति स्पष्टं खलु? हा बहु समीचीनमस्ति. यतोहि अत्र सर्पः सरति इति प्रथमतया ससजुषुरुः करवसानयोर्विसर्जनीयः इति कृत्वा सर्पः सरति इति. अत्र वाशरी पश्यति यत् सर्पः इत्यस्मिन् विसर्गः अस्ति, सरि सरति इत्यस्मिन् सकारः शर् प्रत्याहारे अस्ति खलु? शर् प्रत्याहारे के के वर्णाः? हा श स अस्तु समीचीनमस्ति. तर्हि अत्र तादृशी परिस्थितिः अस्ति, शरि विसर्गस्य विसर्गो वा स्यात् इति अर्थः. अग्रे किं लिखितमस्ति? विसर्जनीयस्य सः इति सूत्रस्य अपवादः. अपवादः किमर्थं वदामः, किमर्थं तथा वदामः अपवादः? अनन्तरं लिखितमस्ति सूत्रस्य अनन्तरं विसर्जनीयस्य सह इत्यनेन विसर्जनीयस्य सह इत्यनेन शरीपदे अपि वसर्गस्य विसर्गस्य तत्र दोषः अस्ति विसर्गस्य अपि विसर्गस्य स्थाने सकारादेशः नित्यः इतोहि शप् शर् प्रत्याहारः खर् प्रत्याहारः अन्तर्भूतः किन्तु शरीपरे विसर्जनीयस्य सः इति सभाद्य वा शरी इत्यनेन विसर्गस्य विकल्पेन विसर्गादेशः शर्पत्याहारः खर्पत्याहारे अन्तर्भूताः विसर्जनीयस्य सह खर्पत्याहारे कार्यं करोति एव परन्तु शरीपरे अस्ति चेत् तत् प्रभाद्य वा शरी विकल्पेन कार्यं करोति इति बुद्धम् विकल्पेन कार्यं करोति न कार्यं करोति तस्य कार्यं किं विकल्पेन विसर्गः कार्यं तु करोति एव अत्र प्रभाध्या इति किमर्थं दत्तम् इति चेत् अत्र नाम सर्पः सरति इति तादृशपरिस्थितिः तादृशपरिस्थितौ यदि विसर्जनीयस्य सः इति कार्यं कुर्यात् तर्हि वा शरि इत्यस्य कार्यम् अन्यत्र कुत्रचित् भवितुमर्हति वा इति प्रश्नः नाम यत्र यत्र वाशरी आगत्य कार्यं कर्तुम् उद्युक्तमस्ति इदं सूत्रं वाशरी तत्र तत्र विसर्जनीयस्य सा इति अस्यापि प्रसक्तिः अस्ति वा इति प्रश्नः आम् अस्ति खलु यतोहि शर् प्रत्याहारः खर् प्रत्याहारे अस्ति तदर्थं यत्र यत्र वाशरी नाम सर्पः सरति वृष्टिः शीतला बालकः षष्ठः यत्र यत्र वाशरीति आगत्य कार्यं कर्तुम् उद्युक्तमस्ति तत्र तत्र विसर्जनीयस्य सहति अपि आगच्छति विसर्जनीयस्य सहति कुत्रचित् कार्यं करोति वा यत्र वाशरीति कार्यं कर्तुं नार्हत् कुत्रचित् विसर्जनीयस्य सह इत्यस्य कार्यस्थलमस्ति यत्र वासरे इत्यस्य स्थलं नास्ति नाम कुत्रचित् अवसरः अस्ति वा विसर्जनीयस्य सह इत्यस्य यत्र वासरे इति कार्यं कर्तुं न शक्नुयात् यथा अत्र रामः तिष्ठति इति स्थितौ तत्र विसर्जनीयस्य सह इति कार्यं करोति वा कार्यं करोति तत्र वाशरी इति कार्यं करोति वा न करोति तकारः शर्पचहरे नास्ति इति अतः यत्र वाशरी इति अस्य अवसरः नास्ति तत्र विसर्जनीयस्य सह इति कुत्रचित् अवसरः प्राप्यते विसर्जनीयस्य सः इति सूत्रेण कुत्रचित् अवसरः प्राप्यते यत्र वासरे इत्यस्य अवसरः नास्ति खलु इदानीं रामः तिष्ठति इति स्थितौ अतः अन्यत्र लब्धावकाशः अस्ति विसर्जनीयस्य सः इति अस्ति किन्तु वासरे इति तादृशपरिस्थितिः नास्ति यत्र यत्र वासरे आगच्छति तत्र तत्र विसर्जनीयस्य सः इति अपि आगच्छति अतः अपवादः इति वदामः तावदेव अस्ति अतः अपवादः नो चेत् वाशरे इति सूत्रं निरर्थकं तस्य कार्यं न कुत्रापि स्यात् यदि सर्पः सरति इति तादृशी परिस्थितिः अस्ति तत्र विसर्जनीयस्य सः इति कार्यं कुर्यात् तर्हि तत्र वाशरे इति कार्यं न कुत्रापि स्यात् स्पष्टं वा अस्तु तर्हि अत्र वाशरे इति कार्यं करोति कार्यं किम् अजय महोदय अस्य कार्यं किम् कार्यं विकल्पेन विसर्गादेशो भवति इति कार्यं हा तर्हि नाम एकवारं भवति एकवारं न भवति इति विकल्पेन, तर्हि एकवारं भवति सर्पस्य स्थाने तत्र कार्यं जातमस्ति इति सर्पः सरति इति सर्पः सरति इति एकमस्ति. पुनः यस्मिन् पक्षे विसर्गादेशः न भवति किं भवति? सकारः विसर्जनीयस्य सः भूत्वा सकारादेशः सर्पः सरति इति भवति. हा इति इति अस्ति. हा तर्हि शर् प्रत्याहारिकस्य वर्णः परः अस्ति चेत् तादृशं कार्यमस्ति. अस्तु, इदानीं किञ्चित् इतोपि चिन्तनीयमासीत् अत्र कुप्पोः कः पौच्छ इति सूत्रम्. अत्र अखिला भगिनी अस्ति वा? आसीत्. अस्तु, तर्हि इदानीं मेहुल् महोदय पठितुमिच्छति वा महोदय? आम् अहं पठं. कुप्पोः तत्र वा? हा हा हा, सूत्रं पठतु एकवारम्. आं कुप्पोः कः पौच कवर्गे परे पवर्गे च परे विसर्जनीयर्विसर्गस्य जिह्वामूलीयस्य उपध्मानीयस्य च विसर्गादेशो भवति. पक्षे विसर्गः एव तिष्ठति, च शब्देन पक्षे विसर्ग एव. विसर्जनीयस्य सः इत्यस्य अपवादः पुश्च पुश्च उपु तयोः इ उप्वोः इतरेतरद्वन्द्वः. कश्च पश्च कः पौ इतरेतरद्वन्द्वः विसर्जनीयस्य सः इत्यस्मात् विसर्जनीयस्य इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं विसर्जनीयस्य कः पौ कुप्पोः च. समीचीनमस्ति. अत्र इ उपोः इति नास्ति, अत्र लेखनदोषः अस्ति. कुप्पोः समीकरोमि. कुप्पोः इति अस्ति. कुप्पोः. हा अस्तु, समीचीनमस्ति इति सूत्रार्थः अस्ति. अत्र कश्चन प्रश्नः भवति, यतोहि अत्र कवर्गे पद अत्र भाटसूत्रं किमस्ति? सर्वोपरि अस्ति. विसर्जनीयस्य सः खरि कख पफे तु विसर्गः कख पफे. अत्र केवलं ककारः खकारः पकारः पकारः इति उक्तमस्ति, किन्तु अत्र सूत्रे तथा न उक्तमस्ति. अत्र स्थितिः का इति पश्येम. नाम कथं साधयामः यत् केवलं क ख प फ यदा सूत्रे उक्तमस्ति कवर्गे पवर्गे. अस्तु महोदय, अग्रे पठतु कृपया. रामः रामयोगस्सु रामयोगस्सु योग खाद् योग तिप् रामयोगः खादति रसजुषोरुः इत्यनेन पदान्तसकारस्य स्थाने रु आदेशः. रामर्योगः खादति. खरवसानयो विसर्जनीयः इत्यनेन पदान्तरेफस्य स्थाने विसर्गादेशः खरिपरे. रामः खादति विसर्जनीयस्य सः इति प्रबाध्य कुप्पोः पौ च इत्यनेन जिह्वामूलीय आदेशः. रामः खादति पक्षे रामः खादति इत्येव तिष्ठति. हा अत्र विसर्जनीयस्य सः इति सूत्रस्य प्रसक्तिः आसीत् वा? रामः खादति आम् विसर्जनीयस्य सः सूत्रस्य प्रसक्तिः भवति. हा निमित्तं किम् आसीत् अत्र? निमित्तः रामः योगः सु इत्यनेन ससौजुषोरुः इत्यनेन सूत्रेण सकारस्य स्थाने रु आदेशः भवति, अतः रामर् खादति. अनन्तरम् उकारः लोपः भवति, अतः रामर् खादति इति भवति. अनन्तरं परवसानयो विसर्जनीयः इति सूत्रेण रेफस्य स्थाने विसर्गादेशः भवति, अनन्तरं रामः खादति इति भवति, अतः तत्र विसर्गस्य अनन्तरं खर्वणः अस्ति चेत् विसर्जनीयस्य सह सूत्रस्य प्रसक्तिः भवति। हा, बहु समीचीनमस्ति, वा बहु नैपुण्यं जातं भवतः, बहु समीचीनमस्ति। तर्हि रामः खादति इत्यस्मिन् तत्र विसर्गः अस्ति पूर्वम्, अनन्तरं खकारः खर् प्रत्याहारे अस्ति इति कृत्वा विसर्जनीयस्य सः इत्यस्य प्रसक्तिरस्ति। किन्तु तादृशम् अत्र सकारादेशः भवति चेत् कुप्पोः कपौ इति सूत्रस्य, कुप्पोः कपौ च इति सूत्रस्य कार्यम् अन्यत्र भवितुमर्हति वा? कुप्पोः कवर्गः पवर्गः विसर्गानन्तरम् अस्ति चेत् तस्य सूत्रस्य प्रसक्तिः इति भवति, अतः जीवामूली आदेशः भवति, अतः रामः खादति। नाम अत्र क ख प फ इति चत्वारः वर्णाः अपि खर् प्रत्याहारे सन्ति। हा, तदर्थं तत्र विसर्जनीयस्य सः इति सूत्रे अपि तथा अस्ति खलु, विसर्जनीयस्य सः खर् प्रत्याहारे। तर्हि चत्वारः अपि वर्णाः खर् प्रत्याहारे सन्ति इति कृत्वा यत्र यत्र कुप्पोः कपौ च इति सूत्रम् आगत्य कार्यं कर्तुम् उद्युक्तमस्ति, सिद्धमस्ति, तत्र तत्र विसर्जनीयस्य सः अपि आगच्छति इति कृत्वा कुप्पोः इति सूत्रं निरर्थकं भविष्यति, यतोहि विसर्जनीयस्य सः इत्यस्य अन्यत्र अवकाशः अस्ति, किन्तु कुप्पोः इति सूत्रस्य अन्यत्र अवकाशः नास्ति इति एकमस्ति। इदानीम् एकः प्रश्नः भवति यत् अस्तु क ख प फ इति अस्ति, किन्तु यत्र ग घ ब भ अस्ति तत्र किं भवति? यतोहि अत्र यद्यपि विसर्जनीयस्य सः इति नास्ति, यतोहि खर्वर्णः नास्ति, किन्तु कुप्पोः इति तत्र कवर्गः पवर्गः इति एव उक्तमस्ति, तत्र किं भवति? तत्र अग्रे दत्तमस्ति, अग्रे इदानीं महोदय एकनिमेषः अत्र अग्रे पठेम किं किम् अस्ति इति, सुब्रह्मण्यं महोदय अग्रे। आं महोदय, इदानीम् अत्र उपरितने सूत्रे कवर्गे परे पवर्गे च इत्युक्तं, तर्हि कवर्गीयः पवर्गीयः वा हश्वर्णः अस्ति चेदपि एतादृशं भवति किम्? भाट्टसूत्रे क ख पाफेतु विसर्गः इति उक्तं, नाम कवर्गस्य पवर्गस्य च खर् प्रत्याहारस्थवर्णेषु एव जिह्वामूलीयस्य उपध्मानीयस्य आदेशः भवति किल? सत्यमेव। कुप्वोः कः पौ च इत्यस्य कार्यं तदा भवति यदा विसर्गः आगतः, किन्तु अग्रे हश्वर्णः अस्ति चेत् खरवसानयोर्विसर्जनीयः इत्यस्य प्रसक्तिरेव नास्ति, अतः विसर्गः न भवति एव। तस्मात् कुप्वोः कः पौ च इत्यस्य अवसरः न उदेति। उदाहरणमपि पठामि वा महोदय? आम्। रामयोगः सुयोगः गमयोगः तिप् रामयोगः गच्छति ससजुषोरुः इत्यनेन पदान्तसकारस्य स्थाने रु आदेशः, रामयोगः गच्छति करवसानयोर्विसर्जनीयः इत्यस्य प्रसक्तिः नास्ति, अतः कुप्वोः कपौ च कः पौ च इत्यस्य अवसरः नास्ति। अशि च इत्यनेन अकारोत्तरवर्तिनः रुसम्बद्धरेपस्य स्थाने उकारादेशः, रामयोगः उयोगः गच्छति रामो गच्छति। इदानीम् अत्र प्रश्नः उदेति, यदि कुप्वोः कः पौ च इति सूत्रं द्रक्ष्यामः, तस्मिन् सूत्रे तु कवर्गे अपि च पवर्गे परे अस्ति चेत् अत्र जुह्वामूलीयविसर्गः वा उपध्मानीयविसर्गः वा भवति इति दत्तमस्ति. यदि हश्वर्णः परः अस्ति चेदपि एतादृशं कार्यं भवति वा इति प्रश्नः. परन्तु भाट्टसूत्रे तु अत्र केवलं विसर्जनीयस्य कखापाथेतुविसर्गः इति उक्तमस्ति. इत्युक्ते केवलं खर् प्रत्याहारस्य वर्णाः एव अत्र कवर्गीय अपि च पवर्गीयेषु द्वयोः अत्र खर् वर्णः अस्ति चेदेव अत्र एतस्य प्रसक्तिः अस्ति इति भाट्टसूत्रे दत्तमस्ति. तत् सत्यमेव. कुप्वोः कः पौच इत्यस्य कार्यं कदा भवति इति अत्र प्रश्नः उदेति. यदि अग्रे हश्वर्णः अस्ति तर्हि अत्र खरवसानयोर्विसर्जनीयः इत्यस्य प्रसक्तिः नास्ति. अतः कुप्वोः कः पौच इत्यस्य अवसरः अपि न उदेति इति दत्तमस्ति. इदानीम् उदाहरणं द्रक्ष्यामः वाक्यगतसंस्कारपक्षं नीत्वा रामयोगः सुयोगः गमयोगः तिप् अत्र प्रथमं सु इत्यस्य उकारस्य अनुनासिकत्वम् अस्ति अतः उपदेशे जनुनासिक इत्यनेन तस्य लोपः भूत्वा केवलं सकारः सकारः पदान्ते अस्ति अतः ससजुषोरुः इत्यनेन पदान्तसकारस्य स्थाने रु आदेशः अतः रामरु योगः गच्छति. अत्र पुनः रु इत्यस्य उकारः अनुनासिक उकारः अतः उपदेशे जनुनासिक इत् तस्य लोपः द्वाभ्यां सूत्राभ्याम् अत्र केवलं रेपः तिष्ठति. इदानीं रामर् योगः गच्छति. अत्र खरवसानयोर्विसर्जनीयः इत्यस्य प्रसक्तिः नास्ति. किमर्थं चेत् अत्र परवर्णः गकारः तत्तु खर्वर्णः नास्ति अतः तस्य प्रसक्तिः नास्ति भूत्वा अत्र तर्कः अस्ति कुप्वोः कः पौच इत्यस्य अपि अवसरः नास्ति. अस्मिन् सन्दर्भे अत्र हशिच इति सूत्रम् अन्यत् सूत्रमस्ति. तेन अत्र यः रु आगतः सः रु तु अकारोत्तरवर्तिनः रु अस्ति. तस्य रेफस्य स्थाने किं भवति इत्युक्ते हशिच इत्यस्य सूत्रात् इत्यस्मात् सूत्रात् अत्र रेफस्य स्थाने अकारोत्तिनवर्तिनः रुसम्बन्धरेफस्य स्थाने उकारादेशः भूत्वा अत्र रामयोगः उयोगः गच्छति भवति. अनन्तरम् अत्र रामयोगः उ अत्र आद्गुणः इत्यनेन अत्र गुणः भूत्वा ओकारः भवति. रामो गच्छति इति रूपं निष्पन्नं भवति. अतः यद्यपि कुप्वोः कः पौच इत्यस्मिन् सूत्रे कवर्गीय अपि च पवर्गीयवर्णः परः विसर्गस्य अनन्तरमस्ति चेत् उपध्मानीयः अपि उपध्मानीयविसर्गः जिह्वामूलीयविसर्गः आदेशः भवति इति दत्तमस्ति. परन्तु अत्र परः खर्वर्णः न अपि च हश्वर्णः अस्ति चेत् कार्यं भिन्नं भूत्वा अत्र ओकारः आदेशः भवति. हा समीचीनमस्ति. तर्हि अत्र सूत्रे किमर्थं साक्षात् कः पफ इति न उक्तम् इति चेत् लाघवार्थम् अत्र कूपु इति बहु लघु अस्ति खलु. अपि च हानिः नास्ति यतोहि अन्यत्र गघ बाभा इत्येषु स्थलेषु विसर्गः तु न आगच्छति एव इति कृत्वा तस्य सूत्रस्य कार्यं प्रसक्तिः प्राप्तिः किमपि नास्ति. अतः अतः न कापि हानिः अस्ति, लाघवमेव अस्ति, समीचीनमेव अस्ति. कोऽपि प्रश्नः वा? अनन्तरं क अथवा प अस्ति चेत् विकल्पद्वयं भवति वा? विकल्पद्वयम् अस्ति, विकल्पद्वयमस्ति च इत्यस्य बलेन, च इत्यस्य बलेन तत्र पश्यति चेत् अत्र प्रथमतया नाम यत्र कार्यं भवति खलु, यत्र अस्य कार्यं भवति तत्र प्रथमतया विसर्गः भवति, रामः खादति इति भवति विसर्गः. अनन्तरं कूपोः कः पौ च इति च इत्यस्य कथनेन, च इत्यस्य कथनेन न केवलं रामः खादति अपि तु रामः खादति च इत्यस्य बलेन, यतोहि पूर्वं विसर्गः आसीत्, अतः तदपि अस्ति, इदमपि अस्ति. जिह्वामूलीय अनन्तरम् उपवद्मानीयविसर्गस्यात् भिन्नम् अस्ति वा? किमर्थं भिन्नम् अस्ति? न, तस्य नामकरणं भिन्नम् अस्ति, नाम पिबति, रामः पिबति इति स्थितौ तत्र उपद्मानीयः इति उच्यते. पफा इति यत्र अस्ति उपद्मानीयः इति चिह्नम् अस्ति इति नामकरणमस्ति. जिह्वामूल्यः यत्र कः अस्ति, परन्तु तत्र अर्थः समानः अस्ति. हा, अर्थः नाम अत्र अस्य अर्थः एव नास्ति, केवलं ध्वनिः अस्ति खलु. आम्, नाम द्वयोः शब्दयोः नाम यत्र ककारः स्तः तत्र नामकरणमस्ति, चिह्नं तत् जिह्वामूल्यचिह्नं तदेव अस्ति, अर्धविसर्गः इव यत् चिह्नम् अस्ति तत्र पफा अस्ति चेदपि तथा, अतः सर्वं समानमस्ति, केवलं नामकरणं भिन्नम् अस्ति. आम् आम्, अहं चिन्तयामि यत् केवलं नाम केवलं चिह्नं भिन्नम् अस्ति, अर्थः समानः अस्ति वा, तर्हि किं द्वयं विसर्गः ददाति? नाम नामकरणभेदः किमर्थमिति वा? आम्, अर्थः समानस्ति. मुखे स्थलभेदः अस्ति. आम्, उच्चारणभेदम् अस्ति मुखे तत्र कुत्र जिह्वा भवति इति उभयत्र भिन्नम् अस्ति इति कृत्वा. ओ, हा, अत्र रामः, अत्र पश्यतु, रामः खादति, रामः खादति तत्र जिह्वा, तत्र तस्य आरम्भे जिह्वायाः मूले आरम्भे तत्र अवरोधः अस्ति, वायोः, रामः खादति तत्र अस्ति, किन्तु तत्र ओष्ठौ अस्ति, तत्र पकारः इति कृत्वा तत्र अस्माकम् अवरोधः भवति मुखे. वायोः वायोः अवरोधः भिन्नस्थले भवति उभयत्र इति कृत्वा नामकरणं. रामः खादति इति तत्र जिह्वा अन्यत्र अस्ति, रामः पिबति इति कृत्वा औष्ठौ अस्ति अस्माकं कार्यं, न तु जिह्वायाः. स्पष्टं खलु? प्रश्नः सम्यक् अस्ति. अत्र यत्र कुप्वोः कः पौ च इति सूत्रस्य प्रसक्तिः अपि च कार्यं, तत्र विकल्पेन एकं रूपं भवति, अपरस्मिन् पक्षे किमर्थं विसर्जनीयस्य सः इति कार्यं कृत्वा तत्र सकारादेश किमर्थं न भवति महोदय? पक्षे विसर्गः एव तिष्ठति तत्र, यतोहि च इत्यस्य बलेन विसर्गः इति अस्ति, च इत्यस्य बलेन विसर्गः. इदानीं तस्य बलमस्ति खलु चकारस्य, तस्य बलेन तत्र फलमिति मनसि निधाय च इति उक्तमस्ति. च इत्यस्य बलमस्ति अत्र. अस्तु, अतः अत्र वाशरी तादृशं तत्र यत्र विकल्पेन वाशरी न भवति तत्र विसर्जनीयसि सः इति अत्र वा अस्ति, अत्र वा अस्ति, अत्र च अस्ति. ओ अस्तु, तत्र भेदः अस्ति खलु. ओ अस्तु, अत्र वि अत्र अत्र अत्र वा इत्यनेन वा अपि च अन्योः भेदः अस्ति खलु. च इत्यनेन फलम् इति ददाति यत् च इत्यनेन इदमपि भवति. वा इत्यनेन विकल्पेन अस्ति तत्र, यस्मिन् विकल्पे यस्मिन् पक्षे वा शरी इति स्वीकार्यं न भवति तत्र यत्किमपि भवतु नाम. अस्तु, वा च इत्यनयोः भेदः अस्ति. समीचीनमस्ति, अस्तु, तर्हि अग्रे गच्छेम. द्वितीयं सोपानं, द्वितीयसोपाने नूतनं किमपि नास्ति इति मम भाति. द्वितीयं सोपानं सर्वं स्पष्टमस्ति खलु. अस्तु, अत्र विद्याभगिनी शीघ्रमेव तत्र न शीघ्रमेव न इति स्वस्य शब्दैः किमस्ति इति एकवारम् उक्त्वा अग्रे गच्छेम. बाटसूत्रम् उपयुज्य महोदय, सर्वम् उपयुज्य वदतु एकवारम्. अस्तु, अत्र प्रथमं यदि विसर्गस्य पुरतः करवर्णः अस्ति चेत् तत्र प्रथमसोपानं विसर्जनीयस्य सह इति सूत्रं कार्यं करोति. यदि विसर्गस्य पुरतः करवर्णः नास्ति तर्हि वयं विसर्गात् प्राक् कः वर्णः अस्ति इति पश्यामः. तर्हि अत्र विसर्गात् प्राक् इच् वर्णः अस्ति. इच् प्रत्याहारे अकारम् आकारं विहाय अन्ये सर्वे स्वराः. यदि इच् वर्णः अस्ति चेत् तर्हि विसर्गस्य स्थाने रेपादेशः भवति. अत्र यदि हरिः धावति इति उदाहरणं वयं स्वीकुर्मः, अत्र विसर्गस्य पुरतः दकारः हश्वर्णः अस्ति इति कृत्वा अत्र प्रथमसोपानं कार्यं न करोति. अत इदानीं विसर्गात् प्राक् हरिः इत्यस्मिन् इकारः अस्ति इति कृत्वा अत्र द्वितीयसोपानं कार्यं करोति. इचः परस्य विसर्जनीयस्य रेपः अखरि इति भाटसूत्रेण तत्र विसर्गस्य स्थाने रेपादेशः भवति. परन्तु यदि वयं शास्त्रीयरीत्या वयं पश्यामः चेत् तत्र कुत्रापि विसर्गस्य स्थाने रेपादेशः न भवति. तादृशं विधायकसूत्रमेव नास्ति. तर्हि अत्र किं भवति इत्युक्ते, यदि हरिः योगः धावति इति संहितायां विषयः अस्ति चेत् तत्र विसर्गस्य अनन्तरं तत्र वाक्यगतसंस्कारपक्षे तत्र हरियोगः सु प्रथमाविभक्तौ, योगः धावयोगः तिप् इति अस्ति. तत्र हरियोगः सु तत्र उकारस्य इत्संज्ञा लोपः भूत्वा तत्र हरिस् इति भवति. हरिस् इति इदानीं पदमस्ति. तत्र ससजुषोरुः इत्यनेन रु आदेशः भवति. अनन्तरं रु इत्यस्मिन् उकारस्य इत्संज्ञा अनन्तरं तस्य लोपः इत्यनेन लोपः. इदानीं हरिर्योगः धावति इति अस्ति. हरिर्योगः धावति इत्यस्मिन् तत्र करवसानयोर्विसर्जनीयः इत्यस्य प्रसक्तिः एव नास्ति. किमर्थम् इत्युक्ते दकारः हश्वर्णः इति कृत्वा तत्र हरिर्धावति इति संहितायां विषये रूपं वयं प्राप्नुमः. यदि वयं पदगतसंस्कारे पश्यामः चेत् तत्र पृथक्तया हरिः इति पदं निर्मामः, धावति इति पदं निर्मामः, अनन्तरं हरिः धावति इति वयं वाक्ये उपयुज्मः. अतः अत्र विशेषतया सूत्रं नास्ति. हा, सूत्रं नास्ति. अपि च पदगतसंस्कारपक्षः अपि च वाक्यगतसंस्कारपक्षः तत्र उभयं भिन्नम् इति वैशिष्ट्यमस्ति. तदर्थं सत्यमागे साधुमागे गमनार्थं तत्र वाक्यगतसंस्कारः आश्रयणीयः. अस्तु, इति एकमस्ति. केवलं वदामि, भवती उक्तवती आरम्भे यत् धकारः हश्वर्णः इति कृत्वा कार्यमस्ति. अत्र धकारः खर् नास्ति इति कृत्वा इति वक्तव्यमासीत्. यतोहि किमर्थं किन्तु हश् प्रत्याहारे अस्ति इति तु सत्यं, किन्तु किमर्थं तथा न वक्तव्यमस्ति? किमर्थम् इत्युक्ते प्रथमसोपाने तु विसर्गस्य स्थाने विसर्जनीयस्य सह खरि ककपपे तु विसर्गः खरि इति प्रथमसोपाने अस्ति इति कृत्वा अत्र वयं यदि अखर् अस्ति चेत् एव तत्र द्वितीयसोपानं प्रति वयं गच्छामः. किन्तु हश्वर्णः परे अस्ति चेत् तत्र वदनेन का हानिः अस्ति? हश्वर्णः इति वदनेन यथा भवती उक्तवती धकारः हश् अस्ति न तु खरि, अतः हश्वर्णः अस्ति इति कृत्वा अस्माकं कार्यं तदा का हानिः? नाम अखरि इति न उक्त्वा हसि परे. ओ अस्तु अस्तु, अखरि यदि वयं वदामः तर्हि तत्र स्वराः अपि सन्ति. यदि हश् इति वदामः यथा सर्वे स्वराः, उदाहरणार्थं यदि हरिः आगच्छति, अतः तदर्थं हश् इति न वक्तव्यमस्ति. अस्तु अस्तु, धन्यवादः महोदय. अखरि अखरि, यतोहि हरिरागच्छति इति अपि अस्ति, हरिरागच्छति. अस्तु, अत्र मुख्यमस्ति किं रेफः भवति ततः अग्रे किमपि कार्यं नास्ति. अस्तु, समीचीनमस्ति. हरिर् इत्यस्मिन् रेफः तत्र खर्वसानयोर्विसर्जनीयः इत्यस्य कार्यं नास्ति इति कृत्वा अस्माकं डिफाल्ट् इति भवति. समीचीनमस्ति. अस्तु, इदानीं किञ्चित् समयः अस्ति, तृतीयं सोपानं पश्येम. इदानीं नूतनमस्ति तृतीयं सोपानम्. अत्र सहदेव महोदय अस्ति वा, वक्तुमिच्छति वा? अखिला भगिनी अस्ति वा? अस्तु, तर्हि लक्ष्मी भगिनी अग्रे. तृतीयं सोपानं विसर्गात् पूर्वम् आकारः अस्ति वा? तृतीयं भाटसूत्रम् आतः परस्य विसर्जनीयस्य लोपः अखरे. बालाः धावन्ति इति भवति. बालाः इच्छन्ति, बाला इच्छन्ति अथवा बाला इच्छन्ति इति रूपद्वयं सम्भवति. सामान्यतया वैयाकरणाः वाक्यगतसंस्कारपक्षं पालयन्ति, अतः अत्र शास्त्रीयक्रमः अयम्. अत्र बहुवचने बालयोगः जस् बालयोगः अस् इति भवति. अनन्तरं बालास् तत्र सवर्णदीर्घसन्धिः भूत्वा बालास् इति आगच्छति. बालास् योगः इच्छन्ति अत्र वस्तुतः सवर्णदीर्घसन्धिः इति भवति स्म, किन्तु एकं विशिष्टसूत्रमस्ति. अत्र किमपि महत्त्वं नास्ति, केवलं वदामि. अत्र प्रथमयोः पूर्वसवर्णः तेन तत्र पूर्वसवर्णादेशः भवति. किन्तु अत्र महत्त्वं नास्ति. अग्रे बालास् इति अस्माकं कार्यमस्ति, अस्माकम् अत्र विषयः अस्ति बालास् योगः इच्छन्ति इतः अग्रे किम् अस्ति इति. बालास् योगः इच्छन्ति, तत्र पदान्ते सकारः अस्ति, अतः सकारस्य स्थाने रु आदेशः भवति. ससुजुषोरुः इत्यनेन पदान्तसकारस्य स्थाने रु आदेशः. बालायोगः रु योगः इच्छन्ति, तत्र अनुबन्धलोपे तत्र बाला अत्र तत्र उकारस्य लोपः भूत्वा रेफः एव तिष्ठति. अनन्तरं बालार् योगः इच्छन्ति इति आगच्छति. अत्र भो भगो अघो अपूर्वस्य योषि इत्यनेन आकारोत्तरस्य ऋकारस्य रु आकारोत्तरस्य रुशब्दस्य रेफस्य यकारादेशः अशीपरे. अतः तत्र रेफस्य स्थाने यकारादेशः भवति भो भगो अघो अपूर्वस्य योषि इत्यनेन. अतः बालाय् योगः इच्छन्ति इति भवति. तत्र यकारादेशः अभवत्. अनन्तरं लोपः शाकल्यस्य इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति अशिपरे. अतः बाला इच्छन्ति अथवा बाला इच्छन्ति तत्र रूपद्वयं सम्भवति अत्र. हा तद् वैशिष्ट्यं किमस्ति एतावता नाम ससजुषौरुः इति बहुवारम् अस्माभिः अवलोकितम् अद्य. तर्हि बालास् इत्यस्य तत्र रु आदेशः भवति पदान्तस्य सकारस्य सकारस्य स्थाने रु इति भवति. रेफ इति अवशिष्यते. तर्हि बालार् युगः इच्छन्ति बालार् इच्छन्ति. इदानीं खरवसनयोर् विसर्जनीयः इति प्रसक्तिरस्ति वा? सामान्यतया तावता तादृशं कार्यं भवति स्म र इत्यस्य स्थाने विसर्गादेशः. अत्र तथा अस्ति वा प्रसक्तिः? नास्ति. किमर्थम् अत्र खर्वर्णः परः नास्ति. अनन्तरम् अवसानावस्था अपि नास्ति. नास्ति, बहु सम्यक् अस्ति. अतः अस्माकं यत् प्रथमे सोपाने कार्यं जातम् अत्र नास्ति अवसरः. बालार् योगः इच्छन्ति. अस्तु, भो भगो अघो अपूर्वस्य योषि इति किं पठतु कृपया एकवारम्. अत्र सूत्रम् अधोभागे लिखितमस्ति. भो भगो अघो अपूर्वस्य योषि. भो भगो अघो अवर्ण पूर्वस्य रुशब्दस्य रेफस्य यकारादेशो भवति अशिपरे. भो भगो अघो अपूर्वस्य रोः यः अशिसंहितायां. सूत्रार्थः कः? अत्र यदि यः इत्युक्ते अत्र यकारस्य आदेशः भवति यः प्रथमान्तं. रोः इत्युक्ते षष्ट्यन्तं. तस्मिन् स्थाने रकारस्य स्थाने यकारादेशः भवति यदि अश्प्रत्यहारस्थवर्णः परः अस्ति चेत् संहितायां विषये. वा, बहु सम्यक् अस्ति. बहु समीचीनमस्ति भगिनि. तथा अत्र एकम् अत्र वदामः, एकं वैचित्र्यमस्ति अस्मिन् सूत्रे. व्याख्यानस्य तृतीयं वाक्यं पठतु कृपया. प्रथमे पदे सन्ध्यभावः सौत्रप्रयोगः इत्युक्ते यतोहि भो बघो अघो अत्र गो अघो अत्र ओकारः अकारः संहितायां विषये तत्र ओकार अकारयोः तत्र किं भवति स्म? अत्र स्वरसन्धिः भवति वा अत्र ओकार अकारयोः संयोजनेन? स्वरसन्धिः भवति अकार ओकारयोः. ओकारः पूर्वम् अनन्तरम् अकारः, तत्र कः सन्धिः भवति स्म? पूर्वरूपसन्धिः तत्र केवलं पदान्ते, अत्र नास्ति तथा. सामान्यसूत्रम् अत्र सामान्यसूत्रं किमस्ति राजेन्द्रमहोदय? वृद्धिसन्धिः इति न जगन्नाथमहोदय गुणसन्धि गुणसन्धिः इति वा पूर्वम् ओकार अनन्तरम् सर्वे विस्मृतवन्तः एचो यवा यावः इति यातवान्तसन्धिः लक्ष्मीभगिनी वदति तत्र किं भवति स्म यान्तवान्तादेश सन्धिः भवति चेत् तत्र औ अथवा औ अत्र अत्र किं भवति स्म सम्यक् सम्यक् अत्र किं भवति स्म अत्र अवादेशः औ आदेशः भवति ओकारस्य स्थाने अव् तर्हि गो अ गव इति भवति स्म गो अ गव पुनः घो अ घव इति भवति स्म किमर्थं न भवत् तत्र नित्यमिति भवति स्म पदस्य मध्ये इति नित्यं भवति स्म प्रथमे पदे नाम भो भगो अघो अपूर्वस्य इति अस्मिन् पदे सन्ध्यभावः अस्ति किमर्थं सौत्रप्रयोगः नाम पाणिः किमपि यथा इच्छा यथेच्छं कर्तुं शक्नोति सः तत्र सन्धिनियमस्य पालनं न करोति चेदपि समीचीनं सौत्रप्रयोगः नाम सूत्रे शास्त्रे सूत्रे प्रयोगः यत्किमपि भवतु नाम इति उक्तमस्ति नो चेत् भवति स्म अस्तु तर्हि अत्र किमस्ति महोदय आम् अत्र भोः भगोः अघोः अस्ति किल महोदय परन्तु विसर्गः अस्ति किल भगोः अघोः अपि तथा चिन्तयामः चेत् परन्तु तत्र भगोः इति किल महोदय विसर्गः अपि अस्ति किल अघोः यथा अत्र द्वितीयवाक्ये लिखितमस्ति अत्र अत्र किन्तु तथा नापदर्शनमस्ति अत्र हा न एकनिमेषः भोश्च भगोश्च अघोश्च भो अघो अत्र पदरीत्या स्वीकृतमस्ति अत्र पदरीत्या स्वीकृतमस्ति सत्यं भो भगो भो भोः च भगोः च अत्र किन्तु किमस्ति महोदय यत् अत्र अग्रे द्रक्ष्यामः अत्र समासविषयः अस्ति अत्र विसर्गः भवति भोः च अत्र पदमस्ति यथा रामः च कृष्णः च रामकृष्णौ अत्र समासविषयः अस्ति अत्र रामः च अत्र द्वन्द्वसमासः अस्ति द्वन्द्वसमासः अत्र अस्ति रामः च कृष्णः च रामकृष्णौ अत्र प्रातिपदिकं स्वीक्रियते यदा समासः निर्मीयते न तु सुबन्तपदं विसर्गः केवलं यत्र पदमस्ति पदनिर्माणावसरे तत्र विसर्गः अस्ति किन्तु पुनः तत्र समासस्य निर्माणार्थं तत्र प्रातिपदिकम् अपेक्षितम् अस्ति न तु सुबन्तम् अतः विसर्गः आसीत् यदा पदमासीत् स्पष्टं खलु आम् महोदय धन्यवादः अतः यथा अस्माभिः उक्तं तत्तु सत्यमासीत् अत्र यान्तवान्तसन्धिः भवति स्म अस्तु अस्तु तर्हि अत्र अग्रे गच्छेम इदानीं लक्ष्मीभगिनी उक्तवती सरलाभगिनी वदतु एकवारम् अत्र समापयामः अत्र भो अघो अघो अपूर्वस्य योषि इति किं भवति सरलाभगिनी अस्ति कुत्रचित् गतवती अस्तु तर्हि अत्र विद्याभगिनी किञ्चित् साहाय्यं करोतु अत्र सूत्र अर्थः भवति, सूत्रस्य अर्थः हा इदानीं प्रक्रिया यत्र अस्ति अत्र किमर्थं बालार् योगः इच्छन्ति अत्र किमर्थं भवति निमित्तानि अत्र बालायोगः प्रथमं तत्र बालास् तत्र ससजशोरुः इत्यनेन रु इति आगच्छति इदानीम् अत्र बालायोगः रुयोगः इच्छन्ति तत्र बाला इति अस्ति तत्र बाला तत्र अपूर्वः अस्ति अपूर्व अस्ति बाला अनन्तरं रु इत्यस्मिन् रेपः उकारस्य इत्संज्ञा रेपः रेपस्य रेपस्य स्थाने यकारः भवति निमित्तम् अस्ति अशीपरे अत्र इच्छन्ति इत्यस्मिन् इकारः अश् प्रत्याहारे अस्ति अश् प्रत्याहारे तु सर्वे स्वराः अपि च हश् वर्णः हश् प्रत्याहारस्य वर्णः इति कृत्वा तत्र रेपस्य स्थाने यकारादेशः बालाय् योगः इच्छन्ति इति भवति अनन्तरम् अपि च अत्र अवगन्तव्यम् अस्माभिः यत् अत्र बालार् इत्यस्मिन् रेफात् प्राक् यः वर्णः अस्ति आकारः आकारः इत्येव इति भवेत् इति नास्ति अत्र सूत्रे किमुक्तमस्ति अवर्णपूर्वस्य रुशब्दस्य अवर्ण अवर्ण इत्युक्ते अकारः आकारः च द्वयोः ग्रहणमस्ति अतः केवलम् अस्मिन् सोपाने नास्ति किन्तु अत्रापि अस्ति इति अस्तु समीचीनम् तर्हि यकारः आदिष्टः तर्हि महोदय यत्र यत्र भो भगो अघो अपूर्वस्य योषि इति कार्यं कर्तुम् आगच्छति तत्र पूर्वं ससजुषोरुः इति कार्यं करोत्या सर्वदा तस्मात् पूर्वं रु इति तत्र रु इति अपेक्षितमस्ति केवलं ससजुषोरुः इत्यनेन रु इति अग्रे रु इत्यनेन केवलं ससजुषोरुः इत्यनेन रु इति सिध्यति इति नास्ति आधिक्येन तथा स्यात् किन्तु द्रष्टव्यं यतोहि अन्यानि सूत्राणि अपि सन्ति रु अपेक्षितमस्ति अस्तु भगिनि अग्रे लोपशाखादिस्य इदानीं बालायोगः इच्छन्ति इति अस्ति अत्र पुनः अत्र लोपः शाकल्यस्य इति सूत्रस्य प्रसक्तिः सूत्रं वदति यदि पदान्ते अपूर्वयोः वकारयकारयोः लोपः भवति अशीपरे शाकल्यस्य मतेन इत्युक्ते विकल्पेन अत्र अत्र बालाय् इति अस्ति अत्र बालाय् इति पदं तत्र अन्ते यकारः तस्मात् पूर्वम् आकारः अपूर्वयोः अकारः आकारः अथवा अत्र आकारः अस्ति अतः अत्र निमित्तमस्ति अनन्तरम् इच्छति इति अश् प्रत्याहारे अस्ति इति कृत्वा अत्र यकारस्य लोपः भवति विकल्पेन लोपः शाकल्यस्य इति सूत्रेण इति कृत्वा तत्र बाला इच्छन्ति इति एकं रूपं विकल्पेन बाला इच्छन्ति यकारमध्ये अस्ति इच्छन्ति इति अपि भवति अत्र अग्रे किमपि कार्यं नास्ति बाला इच्छन्ति तत्र आद्गुणः इत्यस्य प्रसक्तिः अस्ति परन्तु तत्तु षष्ठाध्याये अस्ति अतः अत्र कार्यसिद्धम् इत्यनेन तत् सूत्रं कार्यं न करोति अस्तु बहु समीचीनमस्ति तर्हि बाला इच्छन्ति बालायच्छन्ति इति विकल्पेन भवति अग्रे अश् प्रत्याहारे कश्चन वर्णः अस्ति चेत् किन्तु अश् प्रत्याहारे सम्यक्तया अवगमनार्थं तत्र अन्यत् सूत्रमस्ति हलि सर्वेषां तस्य संयोजनेन अवगच्छामः यत् अच् वर्णः अशि इत्यस्मिन् अच् वर्णः अस्ति चेत् अथवा हश् इति तत्र हश् नास्ति हश् न स्यात् इति फलितार्थः अस्ति अतः अच् अस्ति चेदपि तत्र विकल्पेन लोपः अग्रे पठेम एकवारम् अनन्तरं समापयामः तत्र जगन्नाथमहोदय अग्रे पठति वा हसिपरे अपि तथा हसिपरे अपि तथा उपरि प्रदर्शितं क्षम्यताम् अपि यथा क्षम्यताम् हसिपरे अपि यथा उपरि प्रदर्शितं तथैव परञ्च अत्र यकारलोपः नित्यः लोपः शाकल्यस्य इत्यस्य स्थाने हलि सर्वेषाम् इत्यनेन हलिपरे अयं यकारलोपः नित्यः यथा बालाः धावन्ति बाला धावन्ति एव. तर्हि बालाय् धावन्ति इति तत्र पर्यन्तं समानमस्ति. बालाय् धावन्ति इति समानमस्ति, किन्तु हलि सर्वेषां किं लिखितमस्ति तत्र? भो भगो अगो अपूर्व पूर्वस्य भो भगो पूर्वस्य योषि पूर्वस्य यकारलोपो भवति हलिपरे. तर्हि क्षम्यतां महोदय, किं केवलं वदामि यतो हि समयः जातः. हलि सर्वेषामिति वदति भो अघो अघो अवर्णपूर्वस्य यकारलोपो भवति हलिपरे. तर्हि यकारलोपः भवति नित्यम् अनेन सूत्रेण, नित्यम् अत्र अत्र लोपशाकल्यस्य तस्य स्थाने हलिपरे हलि सर्वेषामिति अनेन इदं कार्यं यकार लोपः इति कार्यं नित्यम् इति अस्ति. अस्तु, बहु सम्यक् अस्ति. एतावता तृतीयं सोपानं समाप्तमस्ति. इतः अग्रे सरेम अग्रिमे सप्ताहे. धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः. नमस्कारः.